अतः तर्हि तव्यत्तुमन् तृच् इति प्रत्याह इति प्रत्यानां विषये करपत्रम् अद्य आरभ्यते. तर्हि पठावः. भगिनी आरम्भं करोति वा? आं भगिनि, आर्धधातुकप्रक्रिया इत्युक्ते न केवलम् आर्धधातुकतिङन्तरूपसिद्धिः अपि तु आर्धधातुककृदन्तरूपसिद्धिः अपि. अनयोः रूपसिद्धौ प्रक्रियासाम्यं वर्तते. धातुभ्यः विधीयमानाः प्रत्ययाः द्विविधाः, तिङ् क्रत् च. अनयोः मध्ये प्रक्रियादृष्ट्या कोऽपि भेदो नास्ति. कृतः क्षेत्रे प्रातिपदिकनिष्पत्त्यानन्तरं सुप्रत्ययानां विधानं तु नूतनप्रक्रिया, सुबन्धप्रक्रिया इति. तत्र च तादृशविभजनं नास्ति आर्धधातुकसार्वधातुकयोः. आर्धधातुकसार्वधातुकयोः विभजनं केवलं यत्र धातुतः साक्षात् प्रत्ययविधानं भवति. तत्र च आर्धधातुकप्रक्रिया वा भवतु, सार्वधातुकप्रक्रिया वा भवतु, उभयत्र प्रक्रिया एका एव. तदभ्यन्तरे पुनः किमन्तप्रक्रिया वा कृदन्तप्रक्रिया वा तादृशं किमपि विभजनं नास्ति. आर्धधातुकप्रक्रिया एका एव, एवमेव सार्वधातुकप्रक्रिया एका एव. अत्र आर्धधातुकप्रक्रिया इत्यस्य विषये किञ्चित् उक्तमस्ति. यदि तिङन्तं भवतु या कृदन्तं भवतु, तत्र प्रक्रिया साम्यमस्ति. प्रत्ययाः ये धातुभ्यः विहिताः ते द्विविधाः सन्ति, तिङ्गः कृतः च इति. अनयोः मध्ये प्रक्रिया यदि प्रक्रियां कुर्मः तथा भेदः कोऽपि नास्ति. कृत्प्रत्ययः चेत् प्रातिपदिकनिष्पन्नं भवति, तस्य पश्चात् सुप्रत्ययानां विधानं भवति. ता तु नूतनप्रक्रिया, सुबन्धप्रक्रिया इति. तादृशविभजनं नास्ति यत्र वयम् आर्धधातुको सार्वधातुको इति धातुभ्यः यदा धातुभ्यः प्रत्ययाः विधीयन्ते तदा केवलं तिङ् प्रत्ययः या तु कृत् प्रत्ययः इति प्रक्रिया इति अस्ति इत्येव अस्ति भगिनि. आं भगिनि, तदनन्तरं यत्र कृत् इति अस्ति चेत् तिङ् तत्र किम् अस्ति, क्षम्यतां, कृत् इति अस्ति चेत् कृत् योजयित्वा तदनन्तरं सुबन्तप्रक्रिया भवति. सुबन्तं तत्र सुयोजस्थिति योजयामः, वयं विभक्तिरूपाणि योजयामः. तदनन्तरं तत्र च तादृशविभजनं नास्ति आर्धधातुकसार्वधातुकयोः इति. किं नास्ति तत्र च तादृशविभजनम् इत्युक्ते, यदन्त्र यत्र सुबन्तप्रक्रिया जाता कृत् योजन अनन्तरं, योजनस्य अनन्तरं सार्वधातुक आर्धधातुक इति भेदः नास्ति खलु. केवलम् एका एव सुबन्तप्रक्रिया एका एव भवति इति खलु. तावदेव अस्ति उक्तमस्ति. सुबन्त आर्धधातुकसार्वधातुक इति चिन्तनं तु केवलं धातुतः यत्र साक्षात् प्रत्ययः विधीयते तदा एव भवति. कृत् इत्यस्य योजनानन्तरं तु केवलं सुप्रत्ययः तु सुबन्तनिर्माणं तु समाना भवति सर्वत्र इति. अस्तु भगिनि, गच्छामि. मणिमहोदय नमस्ते भगिनि. तर्हि तावत् पङ्क्तिं पठितवन्तः. तत्र उक्तमस्ति धातुतः यत्र किम् अस्ति प्रत्ययद्वयं भवितुम् अर्हति. किं भवति किम् अस्ति तिङन्त प्रक्रिया किम् अस्ति, प्रत्ययः भवितुम् अर्हति, नो चेत् कृदन्तम् अपि कृत् प्रत्ययः अपि भवितुम् अर्हति. तर्हि आर्धधातुकप्रक्रियायामपि सार्वधातुकप्रक्रियायामपि सार्वधातुकतिङन्तरूपस्थितिः भवति, अनन्तरं सार्वधातुकृदन्तरूपस्थितिः भवति. तथा एव आर्धधातुकप्रत्ययानामपि किं भवति, तिङन्तयोजनं भवति, नो चेत् कृदन्तं योजनं भवति. कृत् इत्यस्य योजनस्य अनन्तरं सुबन्तप्रक्रिया सर्वत्र समाना भवति इति. तत्र तु यत्र सुबन्तस्य निर्माणार्थम् आर्धधातुकसार्वधातुक इति चिन्तनं न भवति, केवलं यत्र कृत् योजनसमये एव तत्र आर्धधातुकसार्वधातुक इति विभजनं भवति इति पठितवन्तः. अग्रे पठामः वा? मणि, पठामि. आर्धधातुकप्रक्रियायां किं किं भवति इति जानीमः. इडागमचिन्तनम् अवश्यं करणीयं. तदर्थं च ज्ञातव्यं यत् धातुः सेट् अनिट् अथवा वेट् पुनः प्रत्ययः इडानुगुलः न वा इति. धातुगणचिन्तनम् आर्धधातुकप्रक्रियायाम् अनावश्यम्. पूर्वम् अनिडादयः आर्धधातुकप्रत्ययः केचन पठिताः. यदा निच् प्रत्ययः वलादिः नास्ति इति कारणतः इडानुगुलः नास्ति. एवमेव केचन यकारादि आर्धधातुकप्रक्रियायाः अपि तृशाः. तत्रापि वलादित्व अभावात् अनिडानुगुलम् अनुकूल्यं. यदा कर्मणि प्रयोगे यक् प्रत्ययः पुनः परस्मविधि आसीर्लिङ्गकारः अनिडादिषु अन्यतमः. अत्र यासिट् आगमो भवति इति कारणतः सिदतिन् प्रत्ययः यकारादेः तदर्थं च न वलादेः. एवमेव यङ्गन्धरूपाणि यङ्गन्धरूपाणि च येषु चतुर्षु स्थलेषु प्रत्ययः यकारादि इत्यतः तत्र कार्यमस्ति कार्यसाम्यम् अस्ति. तदर्थं तेषां चिन्तनं सामूहिकरूपेण कृतम्. क्षम्यतां महोदय, सामूहिकरूपेण कृतम्. अत्र किं दत्तमस्ति चेत् आर्धधातुकप्रक्रियायाः किं किं भवति इति ज्ञातुम् अत्र आवश्यकः. इडानुकूल आर्धधातुके इडाहमः अस्ति वा इडाहमः नास्ति वा इति चिन्तनम् अवश्यम्. इडाहमः चेत् सेट् तत्र सेट् वा अनित् वा अथवा वेट् चेत् इत्युक्ते इडानः इडागमः भवति, अनिट् इत्युक्ते न इडामः, वेट् इत्युक्ते द्वयोः अपि भवति. इदानुकूलः अस्ति, अनुकूलः अस्ति, किन्तु आगमः भवति वा इति प्रत्ययमपि दृष्ट्वा एव वक्तुं शक्यते खलु. धातोः स्वभावम् अनुसृत्य इड अनुकूलता अस्ति, भवति भवितुम् अर्हति, नो चेत् इडानुकूलता न भवति, नो चेत् वेड् इति अनुकूलता भवति, किन्तु साक्षात् इडागमः भवति वा इति प्रत्ययं दृष्ट्वा जानीमः. तर्हि प्रत्ययस्य किम् अस्ति, धातु आर्धधातुक अनिदादेः धातु आर्धधातुकप्रत्ययाः पठिताः इति तेषाम् उदाहरणं महोदय दत्तवान्. तावद्वयं प्रत्ययानां विषये यत्र चिन्तयामः तत्र तु प्रत्ययः अपि इडानुकूलः अस्ति चेदेव इडागमः भवति खलु. तर्हि तादृशचिन्तनं यत्र प्रत्ययः एव साक्षात् इडानुकूलः नास्ति, उदाहरणार्थं निच् प्रत्ययस्य विषये पठितवन्तः, वलादिः नास्ति इति कृत्वा इडानुकूलः नास्ति, तथा एव यकारादि यक् प्रत्ययः तदपि यकारादि अस्ति इति कृत्वा वलि नास्ति इति कृत्वा तदपि इडानुकूलता तस्यापि नास्ति, तथा एव आशीर्लिङ्गविवक्षायां पुनः यासुट् आगमः भवति, या इति आरम्भे भवति इति कृत्वा तदपि इडानुकूलः नास्ति, तथा एव यङन्तरूपाणि यङ्लुगन्तरूपाणि अपि इडानुकूल तत्रापि इडानुकूलः तौ अपि इडानुकूलौ नास्तः इति कृत्वा तावद्वयम् एतादृशप्रत्ययानां विषये पठितवन्तः इति. न वा इति चिन्तनीयम् अत्र. तदेव प्रत्ययः अपि इडानुगुलः वा न वा इति चिन्तनम्. उदाहरणं नास्ति तस्य उदाहरणं निच् यक् यासु प्रत्ययः ते सर्वे तु इडानुकूलाः न सन्ति इति. भगिनि, यत्र यत्र प्रक्रियसाम्यम् अस्ति तत्र एकत्र समूहरीत्या क्रमगतपाठः करणीयः. अनेन विषयग्रहणे सौकर्यं वर्तते इति मातुः पाठ्यक्रमस्य वैशिष्ट्यं. सिद्धान्तकौमुदादिषु प्रक्रियाग्रन्थेषु एतादृशः क्रमः न लभ्यते इति कारणतः तेभ्यः पाठ्यक्रमः स्वीक्रियते चेत् मार्गः कुटिलः पाठग्रहणे जाटिल्य च। तदर्थं प्रथमतया सार्वधातुकप्रक्रिया अधीता लट् लोट् लङ् विदिलिङ् शत्रुशान चेति तत्र सर्वत्र धातुगणम् अनुसृष्ट्य पाठः अस्माभिः साधितः। सिद्धान्तकौमुद्यं लट् लकारस्य अनन्तरं लिट् लकारः पाठ्यते, किन्तु द्वयोः मध्ये महान् भेदो वर्तते इति कारणतः गुरुकुलेषु विश्वविद्यालये च जनानां ज्ञानं सुदृढं न भवति। मातुः पाठ्यक्रमे प्रक्रियासाम्येन अस्माकं महान् लाभः। ओके, अत्र दत्तं प्रक्रियासमये साम्यम् अस्ति, यत्र प्रक्रियासाम्यम् अस्ति तत्र एकत्र समूहरीत्या क्रमपाठः करणीयः। तदेव तद् लाभं किमस्ति चेत् सौकर्यं वर्तते विषयग्रहणे सौकर्यं। मातुः पाठ्यक्रमवैशिष्ट्यं, परन्तु सिद्धान्तकौमुद्यादिषु प्रक्रियान्तेषु एतादृशक्रमः न लभ्यते। केवलं प्रथमं लट् लकार, तदनन्तरं लिट् लकार सामान्यं नास्ति, ततः पाठः लकार काटल्यम् अस्ति लट् लकार अनन्तरं लिट्। परन्तु मातुभिः मातुः लट् लोट् लाङ् विदलिङ् शत्रुशानच् कुत्र अत्र प्रथमतया सार्वधातुकप्रक्रिया अधीता, तदनन्तरम् आर्धधातुकप्रक्रिया। आरम्भतः महोदय मातुः पाठ्यक्रमः भिन्नः इति आरम्भः उक्तवान्, तदेव उक्तम्, अग्रे अहं पठामि। तर्हि यत्र प्रक्रियासाम्यं भवति तत्र सामूहिकरूपेण पाठं कुर्मः, तदनुसृत्य इदानीं क्रमेण अनुसरामः। सद्य लुट्लकारः अधीतः, लुट्लकारे जानीमः यत् तास् इति लकारनिमित्तिकविकरणप्रत्ययो भवति, स्यतासि लृ लुटोः इत्यनेन लुटि परे धातुतः तासि भवति, धातुभ्यः विद्यमानः तास् नतिङ् नवाश्यत् इति कृत्वा आर्धधातुकसंज्ञकः, वलादिः इति कृत्वा इडानुकूलः। इदानीं तव्यत् तुमुन् तृच् अपि तथैव सन्ति, एते त्रयः प्रत्याः न तिङ्नवाश्यत् इति कृत्वा आर्धधातुकसंज्ञकाः, बलादेयः च वशादेयः च न इति कृत्वा इडानुकूलाः। अधुना अत्र पुनः इतोपि सादृश्यं वर्तते, यतोहि तास् प्रत्ययः तकारादिः, एते त्रयः तव्यत् तुमुन् तृच् अपि तकारादयः। अस्य सर्वस्य दर्शनेन अवगच्छामः यत् लुट् लकारप्रक्रियायां यादृशम् अङ्गकार्यं सन्धिकार्यं च भवति तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि। पुनः एतेषु त्रिषु प्रक्रियासाम्यं बहु अधिकम् अस्ति इत्यतः एतेषां त्रयाणां तकारादिकृत् प्रत्ययानां चिन्तनम् अस्मिन् पाठे मिलित्वा क्रियते। पश्चात् सकारादिप्रत्ययाः इदानुकूलप्रत्ययाः सामूहिकरूपेण पठ्यन्ते। अस्तु, तर्हि प्रक्रियासाम्यं यत्र वर्तते तद् वयं मिलित्वा सामूहिकरूपेण वयं पठामः इति। तदेव वयम् आदौ तु यत्र इडानुकूलाः न अनिडादयः आर्धातुकप्रत्ययः निच् यक् यङ् लुक् इति पठितवन्तः वयं, तादृशम् अधुना वयं यत्र इडानुकूलता भवति तस्मिन् विषये पश्यन्तः स्मः। प्रथमं तु लुट्लकारस्य विषये वयं पठितवन्तः, तत्र तु तास् इति प्रत्ययः भवति स्यतासि लुटुः इति कारणेन, तत्र तास् इति प्रत्ययः तकारादिः वर्तते, तास् प्रत्ययः तु तिङ् अपि नास्ति षित् अपि नास्ति, तिङ्क्षित् सार्वधातुकम् इति सूत्रेण वा साधु सार्वधातुकसंज्ञा विधीयते, तर्हि तिङ् अपि नास्ति षित् अपि नास्ति इति कृत्वा आर्धधातुकसंज्ञकः। किन्तु यत्र इडानुकूलता इति चिन्तयामः तत्र आर्धधातुकः भवेत् अनन्तरं बलादिः भवतु किन्तु वशादिः कृत् प्रत्ययानां कृते वशादिः मा भवतु इति अपि अस्ति. यत्र सामान्य किम् अस्ति आर्द अस्तु सामान्य आम् सामान्यप्रत्ययानां कृते तु बलादिः भवति चेत् इदानुकूलता भवति किन्तु कृत् इत्यस्य कृते वशादिः मा भवतु इत्यपि अन्यनियमः अपि अस्ति. इति कृत्वा अधुना तव्य तुमुन् तृच् इति प्रत्ययाः तथा एव अस्ति. बलादिप्रत्ययाः आर्धधातुकसंज्ञकाः सन्ति किमर्थं तिङपि नास्ति षित्तपि नास्ति इति कृत्वा. तदनन्तरं बलादिः सन्ति वशादि न सन्ति इति कृत्वा एते त्रयः अपि किम् अस्ति इडानुकूलाः एव सन्ति. ये लुट् लकारस्य यत्र तात्प्रत्ययः तास्प्रत्ययः यत्र विधीयते समानं कार्यम् अत्रापि भवति इति सन्धिकार्यञ्च भवति इति कृत्वा वयं मिलित्वा पठामः इति. एतत् समाप्य सकारादिप्रत्ययानां विषये अग्रे चर्चा क्रियते इति. अवगतः. प्रश्नाः न सन्ति खलु अस्माकं. पुनः विमला भगिनी पठति वा. आं भगिनि, अत्र धातूनाम् आयोजनम् आर्धधातुकप्रक्रियायाम् अस्माकं सौलभ्यार्थं सर्वे धातवः चतुर्दशगणेषु विभक्ताः सन्ति इति जानीमः. चतुर्दशवर्गाः एते अकारान्ताः यथा कथ गण रच इत्यादयः, आकारान्ताः यथा पा ला वा दा धा इत्यादयः, इकारान्ताः यथा जी श्वी ची कीरि इत्यादयः, ईकारान्ताः नी शी डी क्रीवि इत्यादयः, उकारान्ताः दृ नु कु गु क्षु इत्यादयः, ऊकारान्ताः भू लु पु नु मु, ऋकारान्ताः हृ भृ धृ वृ कृ स्वृ स्मृ इत्यादयः, दीर्घ ऋकारान्ताः झृ झृ श्र घृ वृ इत्यादयः, एजन्ताः ग्लै म्लै धे ध्यै पै शो छो इत्यादयः, अदुपधाः पठ् चल् वद् स्खल् कक् पच् चट् इत्यादयः, इदुपधाः यथा चित् मिद् छिद् भिद् निद् मिल् इत्यादयः, उदुपधाः यथा बुद् शुद् मुद् कुक् उक् इत्यादयः, ऋदुपधाः कृष् वृष् नृत् शृद् वृत् वृद् इत्यादयः, अवशिष्टाः ये न सन्ति येषु वर्गेषु यथा मील् शीक् बुक् अञ्च् इत्यादयः. धातु अस्तु, अत्र धातुगणविभजनं कथं धातुगणन नास्ति धातूनां विभजनं कथं कृत आदतावप्रक्रियायाम् अपि अस्ति. चतुर्दश गणाः सन्ति, स्वरमनुसृत्य अन्तिमस्वरमनु अनुसृत्य अ ई आ इत्यादि, ऋकारान्त एजन्त एजन्तपर्यन्तं नवगणाः सन्ति. तस्य पश्चात् उपधायां यः वर्णः अस्ति तत् अनुसृत्य अदुपद इधुपद उदुपद ऋधुपद इति चत्वारगणाः अपि ये एतेषु गणेषु न सन्ति ते अवशिष्टाः इति चतुर्दशगणविभजनम् अत्र कृतमस्ति. आं भगिनि, धन्यास्मि भगिनि. अग्रे गच्छामः. अग्रे मणिमहोदय पठति वा महोदय. धातूनां विडागमचिन्तनं. धातवः केचन सेट्, केचन अनीत्, केचन वेट् इति पूर्वम् अतीतम् एव. धातुः सेट् वा अनीट् वा इति कथं ज्ञायते? एका च उपदेशे अनुदातात् सूत्रेण निष्कर्षत्वेन अवगच्छेमः यत् एकाचि धातुः अनुदातः अनीट्, उदात्तः स्वरितः च सेट् इति. अजन्ताः धातवः आधिक्येन अनीत्, अतः ये सेटः ते ज्ञातव्याः. केवलं चतुर्दश अजन्तधातवः कण्ठस्य करणीयाः. अनेन सर्वेषाम् अजन्तधातूनां मिडव्यव्यवस्था मनसि सिद्धा. हलन्तधातवः आधिक्येन सेट् हलन्तधातुषु ये अनीत् ते स्मर्तव्या. अजन्तधातुषु द्वादशधातवः स्वयं सेट् श्री स्वी षि दि यु रु नु श्नु चु च्नु वृ वृङ्. अजन्तधातुषु द्वौ धातुः यौ न केवलं स्वयं सेटो अपि तु वर्गप्रतिनिधिः. भू धातुः सर्वेषाम् उकारान्तानां प्रतिनिधिः. तृ धातुः सर्वेषाम् ऋकारान्तानां प्रतिनिधिः. अत्र धातवः केचन सेट् केचन अनीत् केचन वेट्. सेट् इत्युक्ते इडाहं भवति, अनीट् इत्युक्ते इडाहं नास्ति, वेट् इत्युक्ते द्वमपि भवति अर्हति, भवितुम् अर्हति. धातुः सेट् वा अनीट् वा कथं जानीमः चेत् एकाचिपदास्य अनुदात् सूत्रं वदति. अत्र धातुः अनुदातः अस्ति चेत् अत्र अनीट्, उदात्तः वा सरितः चेत् द्वमपि सेटः भवति. इत्युक्ते अहं चिन्तयामि अनि सिग्नम् अस्ति अधः धातु अन्तिमस्वरे अधः किमपि सिग्नम् अस्ति तद् अनुदात्तः इति भवति इति अहं चिन्तयामि. सम्यक् महोदय. सिग्नं नास्ति चेत् उदात्तः, उपरि सिग्नम् अस्ति चेत् सरितः. आम् आम् तदेव महोदय. अनुदात्तः अधः भवति खलु. किं भवति महोदय? अनुदात्तः इति अधः भवति खलु. अनन्तरं अजन्तदातवः आधिक्येन अनीट्, अधः सेटः दातवः अस्ति. अत्र चतुर्दश अजन्तदातवः तत् वयं कण्ठस्थीकरणीयमस्ति. किं धातुः श्री ईकारन्दः श्री श्री ईकारन्दः दीर्घ ईकारन्दः शीं डीम्. अनन्तरम् उकारन्दः यु रु नु श्नु चु च्नु रु वृङ् इत्यादयः सेट्. अनन्तरं दीर्घ ऊकारन्दः वा दीर्घ ऋकारन्दः चेत् सेटः. दीर्घ ऊकारन्दधातुः भूधातुः अत्र ऊकारन्दानां प्रतिनिधिः इति. दीर्घ ऋकारन्दः तिरुधातुः ऋकारन्दानां प्रतिनिधिः इति अस्ति. तत्र हलन्तधातुषु आधिक्येन अनीत् अधः ते न क्षम्यताम् आधिक्येन सेट् अधः अनीट् धातवः अत्र दत्तं दत्तव्य कण्ठस्थीकरणीयम् इति अत्र दत्तं. आम् महोदय, धन्यवादः महोदय. अग्रे पठामि वा अन्य? पठतु महोदय, भवान् पठितुम् इच्छति चेत्. आदधातुकस्य वलादेः नेद्वशीकृति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते. तिङ् प्रत्ययः आदधातुक वलादिः अपि चेत् अयं प्रत्ययः इडागम अनुकूलः. कृत् प्रत्ययः वलादिः अवसादिः चेत् अयं प्रत्ययः इडाग अनुकूलः. आदधातुकस्य वलादेः नेद्वशीकृति ती तु त्र ति सु सर क सेषु च इत्येषां त्रयाणां सूत्राणाम् आधारेण सम्यक् परिशील्य अनन्तरम् आहत्य त्रिंशत् वलादि आर्धधातुकः प्रत्ययः इडानुकूलः वर्तते इति ज्ञातम्. तेषु सदृशु दकारः प्रत्ययः ते एव इक्तवत् तवतु इक्तव्यमुन् तव्यतृस्तृन्ताश्चैव हे तवेन दोषं त्वं तवम्. अत्र इडागमानुकूलं चेत् सूत्रं वदति आदौतुक वलादेः प्रत्ययः वलादि अस्ति चेत् इडानुगुणः, परन्तु नेर्वशीकृति सूत्रं वदति वशादि अस्ति कृत् प्रत्यये भवति चेत् अत्र वलादि नास्ति वशादि अस्ति चेत् अत्र इडागमः न भवति इति. तृतीयसूत्रं वदति ति तु इति त त सि सु सर क सा इति धातव अस्ति इडागम अनुकूलः इति भाति. तर्हि आं तिङ् प्रत्ययानां कृते एकमेव सूत्रमस्ति आर्तधातुकस्य इड् वलादिः, यदि वलादिः अस्ति चेत् इडानुकूलः इति. किन्तु कृत् प्रत्ययः न चेत् वलि भवतु किन्तु वशादिः मा भवतु इति अस्ति नियमः. तदनन्तरं त्रि टि तु त्र त्र त्र थ थ सि सु सरकसेषु च इति सूत्रेण केचन तत्र प्रत्ययाः सन्ति ये इडानुकालाः भवन्ति. यद्यपि किम् अस्ति ते वशादिः सन्ति वा तत्र किम् अस्ति, यद्यपि यद्यपि अवशादि सन्ति तथापि तेषाम् इदानुकूलता नास्ति इति खलु, ते अपि इदानुकूलाः न सन्ति. आं भगिनि, पूर्वस्मिन् पाठे लुट् लकारः अधीतः, लुट् लकारे तास् इति लकारनिमित्त निमित्तकविकरणप्रत्ययः स्यात् क्षम्यतामि पेज् अपगतं पठितवन्तः भवत्याः एव पठतु भगिनि मम कम्प्यूटर् न न वर्गे कियत्पर्यन्तं पठितवन्तः विधानार्थविधसूत्राणि तत् न पठितम्. ओ ओ एव किं पङ्क्तिद्वयमेव इतोपि अस्ति खलु परिचयद्वयमेव परिचयद्वयम् अपगतं वा भगिनि न प्राप्तं न प्राप्तं भगिनि भवत्येव पठितुमस्ति चिन्ता नास्ति. अहम् एतत् पठामि तावत्पर्यन्तम् अधि लब्धं तु अग्रिमपरिषदं भवति पठतु भगिनि. पूर्वस्मिन् पाठे लुट् लकारः अधीतः, लुट् लकारे तास् इति लकारनिमित्तकविकरणप्रत्ययः यतासील् दृ लुटोः सूत्रेण प्रथमस्तरे एव तास् इति. अच्छा, लकारस्य स्थाने लकार अवस्थायाम् एव आयाति. तास् प्रत्ययः तकारादिप्रत्ययः, सः लकारनिमित्तकविकरणप्रत्ययः. दास् प्रत्ययः लुट् लकारं निमित्तीकृत्य आयाति. लुट् लकाररूपसिद्धिः इत्युक्ते आर्धधातुकप्रक्रिया. लुट् लकारस्य विषये किञ्चित् उक्तमस्ति. अत्र लकारः लुट् अस्ति तत् कारणमस्ति, तेन कारणेन निमित्तेन तास् इति प्रत्ययः धातोः परम् आयाति. स्यतासि लृलुटोः इति सूत्रेण प्रथममेव आयाति. तस्य पश्चात् एव लकारस्य स्थाने लकारस्य स्थाने प्रथमस्तरे एव लकारस्य स्थाने लकार अवस्थायाम् एव आयाति. तास्तते तकारि अस्ति अत्र लुट् लकारं निमित्तकृते यत् आयाति तस्य लकाररूपसिद्धि इत्युक्ते अर्धधातुकप्रक्रिया एव. एतत् वयम् अधीतः इत्येव अस्ति. अग्रिम अर्णा भगिनी पठति किम्? इदानीं लब्धं वा सङ्गणके? प्राप्तं प्राप्तं भगिनि. इदानीं भवती पठतु भगिनि. इदानीं केषाञ्चन सकारादि आर्धधातुक कृत् प्रत्ययानां रूपसिद्धिः उच्यते. तव्य तृच् तुमुन् एते त्रयः प्रत्ययाः अपि तकारादि आधुधातुकप्रत्ययः एव, किन्तु एते त्रयः कृत् अतिङ् सूत्रेण तिङ् वर्जिताः कृत्संज्ञकाः तावन् एव भेदः तास्तव्यत् तुमुन् तृच् एतेषां रूपसिद्धौ प्रक्रियसाम्यं वर्तते अतः एतेषां रूपसिद्धिः मिलित्वा कुर्मः चेत् न कोऽपि समस्या कापि समस्या ओके लुट् प्रक्रिया ज्ञातः पूर्वं प्रक्रिया सामान्यमस्ति इत्यतः तव्य तुमुन् तृच् इति तेषां रूपाणि इदानीं सौलभ्येन साधयितुं शक्नुमः प्रत्येकं धातुतः तव्य तुमुन् तृच् इत्येषां त्रयाणां प्रत्ययानां संयोजनावसरे स्मर्तव्यानि नूतनानि सूत्राणि कानि इति पश्याम तेषां रूपसिद्धेः विषये नूतनं किम् अध्येतव्यम् इति अधीयते ठकारादि आदुदादिक कृत्पत्ति अपि अस्ति अत्र तव्य तृच् तुम् ते प्रत्ययः तकारादिप्रत्यय अजुदातुक परन्तु कृत् अतिङ् सूत्रेण तिङ्वर्जित कृत्स्नग्धकः भवति आजुदातुक कृत् अपि भवति तावदेव भेदः तास्तव्य तुमुन् तृच् एतेषां रूपस्थितिप्रक्रिया साम्यम् अस्ति ततः कोऽपि कापि समस्या भवति लुट् प्रक्रिया वयं जानीमः प्रक्रिया सामान्य साम्यमाना इति अतः तव्य तुमुन् तृच् इत्येषां रूपाणि इदानीं सौलभ्येन साधितुं शक्नुमः प्रत्येकं धातुतः तव्य तुमुन् तृच् इत्येषां त्रयाणां प्रत्ययानां संयोजन अवसरे स्मर्तव्यानि नूतनानि सूत्राणि कानि इति पश्येमः सामान्य प्रथमं तुच् तव्य तुच् तुमुन् एतत् हकारादिप्रत्ययः आददादिकप्रत्ययः तु परन्तु केचन धातवः समय मेलनेन मेलनसमये नूतनसूत्राणि अपि अस्ति सन्ति वयं पठेमः तेषाम् अदेव भगिनि तृच् तव्य तुमुन् तावदेव पठितुं भगिनी एतमपि एतदपि पठितवन्तः वा नूल् पृच्छौ अपि तृच् प्रत्ययः नुल् तृच्छौ सर्वेभ्यः धातुभ्यः नुल् तृच् च विहितौ कर्तरि कृत् इत्यनेन कर्तत्रे एतौ प्रत्ययौ भवतः नुल् च तृच् च तयोः इतरेतरद्वन्द्वः नुल् तृच्छौ नुल् तृच्छौ प्रथमान्तम् एकं पदमिदं सूत्रं धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवर्तिसहितसूत्रं धातोः नुल् तृच्छौ प्रत्ययौ परे प्रथमं तृच् प्रत्ययविषये नूतनसूत्रं नुल् तृच्छौ इति सूत्रेण सर्वेश् धातुभ्यः नुल् तृच् इति प्रत्ययः विधीयते कर्तरि कृत् इत्यनेन कर्तत्रे एव नुल् तृच् विधीयते अनुवर्तिसहितसूत्रमस्ति धातोः नुल् तृच् प्रत्ययौ परे तदेव अयं तृच् प्रत्ययः कर्तत्र इत्युक्तम् अनेन ज्ञायते यत् यस्मात् धातोः तृच् विधीयते अनेन यः शब्दः निष्पन्नो भवति सः तस्य धातोः अर्थे कर्ता इति यथा क्रु युग तृच् हलन्त्यम् इत्यनेन चकारः अपगच्छति तस्य लोपः इत्याभ्यां चकारश्च इत्सञ्ज्ञकः लोपश्च कर्तृयुगसु कर्ता पट् एव तृच् पठिता. अत्र तृच् विषये प्रथमं वक्तुं तृच् प्रत्ययविधसमये धातु क्रु धातु क्रुधातु उदाहरणं दत्तं क्रुयोगः तृच्. वयं तृच् तृच् हलन्त्यम् इति सूत्रेण चकार अपगच्छति. क्रुयोग तृतृ इति आर्धधातुकप्रत्ययः, अतः गुण क्रुधातुगुणः भूत्वा कर् कर्तृ इति भवति. तदनन्तरं कर्तृयोगस्सु कर्ता भवति तदन्तरूपं. तदेव पट् योग तृच् पठित् कर्तत्रे सूचयति तृच् प्रत्ययः. तुमुन् प्रत्ययः विधिसूत्रं तत् सम्बन्धसूत्राणि च वयं न पठितवन्तः भगिनि. न कृतवन्तः. ओन्लि नूर्तृच्छौ एव प्रश्नः अस्ति भगिनि. वयं कार्यं कर्तव्यमिति वदामः, अपि च तस्यैव तथैव कार्यं करणि कर्तव्यं या करणीयम् इति कः भेदः इति खलु. तत्र कार्यं कर्ता इत्युक्ते एषः कार्यस्य कर्ता इति भवति खलु. कर्तव्यं कर्ता इत्युक्ते यः कार्यं करोति सः कर्ता अस्ति. एषः कार्यस्य कर्ता. तद्विषयं नास्ति भगिनि. तव्यस्तनीयप्रत्ययः तु तव्यस्तनीयस्तु कर्मण्यर्थे भवति. अनियर्प्रत्ययः अनियर्प्रत्ययः तव्यस्वपि अनियर्गपि कर्मण्यर्थे भवति. यथा भावे प्रयोगः कर्मणि प्रयोगः अस्ति खलु. पाठः पठ्यते, अनेन पाठः पठ्यते, अनेन पाठः पठनीयः, पठितव्यः इति कर्मण्यर्थे भवति. यः पाठः अस्ति तं सूचयति, कर्म सूचयति, तृच् प्रत्ययः कर्तारं सूचयति. तृच् प्रत्ययः कर्तारम्, अनियप्रत्ययः कर्मं सूचयति. अनियमपि कर्म सूचयति. आं भगिनि. आं भगिनि. भवितव्यम् इति अस्ति चेत् भावे भावं सूचयति, अनेन भवितव्यम्. बहुवारम् एतदपि मया श्रुतं वर्गे अन्यवर्गे भवनीयम् इति वदन्तु. तत् सम्यक् भवितव्यं भवनीयं समीचीनमेव. उभयमपि तव्यत् अनिय एकमस्ति तव्यत्. भवितव्यम् इति तव्यत् प्रत्ययः, भवनीयम् इति अन्यप्रत्ययः, समानार्थकौ स्तः. अस्तु भगिनि, धन्यवादः. धन्यवादः. तर्हि विरमामि किम्? सरला भगिनी अपि अस्ति किं भगिनि? न दृष्टवती भगिनी आगच्छति मन्दिरात्. सरलम् आसीत् जाते, पूर्वं यत् पठितवन्तः तदेव पुनः पुनस्मरणत्वेन आसीत् भगिनि. अस्तु, धन्यवादः. धन्यवादः भगिनि. धन्यवादः. शिवरात्रि. शुभकृत्नामसंवत्सरस्य शुभाशयः. शुभयुगादि शुभाशयः. अस्तु, धन्यवादः. शुभरात्रि.